अद्यतनविषयः अस्ति सिद्धतिङ्प्रत्ययाः अदन्तम् अङ्गम्। तत्र गतवर्गेषु परस्मैपदानां विषये पठितवन्तः, आत्मनेपदानां धातूनां लट्लकारविषये पठितवन्तः, अस्मिन् वर्गे लोट्लकारविषये लङ् लकारविषये चिन्तनं कुर्मः। प्रश्नाः सन्ति वा पूर्वम्? प्रश्नाः सन्ति वा भगिनि? माहेश्वरसूत्राणि तिङ्प्रत्ययान् उक्त्वा अनन्तरं सर्वे मिलित्वा वदामः वा? ऐ उन् माहेश्वराणि सूत्राणि ङ्ग् इति तिङ्प्रत्ययाः। अस्तु, सर्वे प्रथमं परस्मैपदानां मूलतिङ्प्रत्ययाः के इति मीना भगिनी वदतु। सिप् तस् ति, सिप् तस् थ, मिप् वस् मस्। लट् लकारे सी तः अन्ति, सी तः त, मी वह मह। तत्र झोन्तः सूत्रं कुत्र कार्यं करोति? प्रथम पुरुषस्य बहुवचने कार्यं करोति। किं कीदृशपरिवर्तनं भवति? जी इत्यस्य जो इति स्थाने अन्त् आदेशः, अन्त् योगः इ अन्ति इति भवति सिद्धप्रत्ययः। उत्तमं। वस् इति अस्ति, तत्र हलन्त्यम् इति सूत्रं कार्यं करोति वा? न कार्यं करोति, तुसुमाः न विभक्तौ तुसुमाः इति सूत्रेण सकारः हलन्त्यम् अति चेत् अपि चेत् अपि इत् वर्णः नास्ति। ओ उत्तमं। न विभक्तौ तुस्माः सूत्रेण यद्यपि सकारः हल् अस्ति, अन्त्यं हल्, तथापि इत् वर्णः न भवति। उत्तमं। राजी भगिनी, लोट्लकारस्य सिद्धप्रत्ययाः के इति वदति वा? तु विकल्पेन तात् अन्तु, शून्यं विकल्पेन तात् तं त, आनि आव आम। तात् केन सूत्रेण आगच्छति? तुष्योस्तातङ्गा शिष्यन् अन्यतरस्याम् इति सूत्रेण तात् आगच्छति। तुष्योस्तातङ्गाशिषि अन्यतरस्या। तर्हि तात् कस्मिन् अर्थे भवति? तात् आशीर्वादार्थे भवति। उत्तमम्। आनि इति रूपं केन सूत्रेण भवति? मेर्निः इनि सूत्रेण भवति। अस्तु, तत्र तस्तस्थमिपां तान्तं तामः सूत्रं कार्यं न करोति वा? न करोति। किमर्थम्? मेर्निः लोट्लकारे एव आगच्छति यदि समीपां तान्तं कार्यं करोति चेत् मेर्निः इति सूत्रस्य आवश्यकं न भवति अतः मेर्निः एव कार्यं करोति तस्तमीपां तान्तं तामः न कार्यं करोति तर्हि तां तं तस्तमिपाम् इति अस्ति मिप् इत्यत्र अम् इति किमर्थम् अस्ति मिप् अम् इति मिपाम् अम् आगच्छति परन्तु अत्र कार्यं न करोति अहं विस्मृतवती भगिनी अन्यः कोऽपि वक्तुं शक्नोति वा लित्सुलकारेषु कार्यं करोति तस्तमीपं प्रथमं नित्लकाराणां कृते अस्ति तत्र कार्यं करोति मित् स्थाने अम् लङि अपि भवति विधिलिङ् लकारे अपि भवति केवलं लोट् लकारे न भवति अतः तस्य प्रयोजनम् अस्ति अत्र नास्ति अस्तु विद्याशङ्करमहोदय लङि सिद्धरूपाणि लङि ताम् अन् तं त अं व म व इति कथं भवति कानि सूत्राणि तत्र व इति तत्र कार्यं करोति व तत्र तत्र सकारस्य लोपः भवति नित्यं ङितः इति सूत्रात् अनन्तरं वकार एव तिष्ठति उत्तमं तत्र मध्यमपुरुषे एकवचनं सकारः अस्ति तस्य किं भवति तत्र इकारस्य लोपः भवति इतश्च सूत्रेण स एव तिष्ठति पकारस्य प्रथमं हलन्त्य अस्य लोपः इति सूत्रात् पकारस्य लोपः प्रथमम् अनन्तरं सि अवशिष्यते सिकारस्य इकारः लोपः इतश्च सूत्रात् सकार स्वयं तिष्ठति अस्तु उत्तमम् अत्र संयोगान्तस्य लोपः इति सूत्रं लङ् लकारस्य विषये तस्य प्रसक्तिः अस्ति वा लङ् लकारे अस्ति एव कुत्र तत् जि स्थाने यत्र झोन्तः युज्य अन्ति इति भवति अनन्तरम् अन्ति अत्र इकारस्य लोपः इतश्च सूत्रेण अनन्तरम् अन् ति तस्य लोपः संयोगान्तस्य पदस्य लोपः तकारस्य लोपः संयोगान्तस्य लोपः इति सूत्रेण भवति अन्त इति संयोगपदमस्ति संयोग अक्षरमस्ति तकारस्य लोपः अस्तु उत्तमं सुब्रह्मण्यमहोदय विधिलिङ्लकारस्य सिद्धप्रत्ययाः विधिलिङ्लकारस्य यत् इताम् इयुः इः इतम् इत इयम् इव इम उत्तमं तत्र इयुः इति रूपं कथं भवति इति वदति वा इयुः अत्र इयुः प्रथमं मूलतिङ्प्रत्ययः अस्ति झि इतश्च झि झेर्जुस् इत्यनेन झकारस्य स्थाने जुस् आदेशः भवति चुटु कारणेन जकारस्य लोपः भवति उस् अवशिष्यते अत्र ससजुषोरुः प्रथमं तु अत्र विधिलिङ्ग् मध्ये यासुट् परस्मैपदे शुदात्तो निच्च इत्यनेन यासुट् आगमः भवति, उस् पूर्वम् आगमः भवति. अत्र अदन्तङ्गात् प्रथमं तु टकारस्य लोपः भवति हलन्त्यं तस्य लोपः इत्यनेन, उकारस्य लोपः अपि भवति उपदेशे अज् अनुनासिक इत् इत्यनेन यास् अवशिष्यते. अत्र यास् स्थाने अदन्तङ्गात् यास् स्थाने इय् आदेशः भवति, तत्तु अतो येयः इत्यनेन इय योगः भगिनि अस्तु इय योगः उस् अस्ति अत्र. अत्र सकारस्य तु ससजुषोरुः इत्यनेन सकारस्य स्थाने रु आगच्छति. उकारस्य उपदेशे अजनुनासिक इत् इत्यनेन उकारस्य लोपः भवति. रेफः एव अवशिष्यते. खरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने विसर्गः भवति. इय् योगः उः इयुः अव निष्पन्नः भवति. अति उत्तमम्. अन्य विधिलिङ्ग्लकारेषु अपि इ इति वर्णस्य इय अथवा इ इति यद्भवति तत्सर्वम् एतेन क्रमेण एव भवति खलु. यत्र यास् भवति अनन्तरम् इय भवति. प्रथमपुरुष बहुवचने उत्तमपुरुष एकवचने अवशिष्यते. परन्तु एकक्षणं क्षम्यताम्. तत्र यकारस्य कुत्र लोपः भवति कुत्र न भवति? यदि अत्र प्रत्ययः वलि अस्ति चेत् तत्र यकारस्य लोपः भवति लोपोर्व्योर्वलि इत्यनेन. प्रथमपुरुष एकवचने द्विवचने मध्यमपुरुष एकवचने मध्यमपुरुष त्रीणि वचनानि उत्तमपुरुषस्य बहुवचनं द्विवचने अपि यकारस्य लोपः भवति. अति उत्तमं महोदय. सुब्बाराव महोदय, आत्मनेपदानां मूलप्रत्ययाः के इति वदति वा? ता आतां झ, थास् आथां ध्वम्, इड् वहि महिङ्. अस्तु, इदानीं लट्लकारे किं भवति रूपाणि, तत्र त इत्यस्य कथं परिवर्तनं भवति इति किं भवति इति वदति वा? आम्, एकनिमिष. ते ता ते भवति केन सूत्रेण? केन सूत्रेण भवति ता ते भवति? तत आत्मने पदानां टेरे अत्र टित आत्मने पदान् टित इत्युक्ते टे भागः न टित इत्युक्ते टित् लकाराणा अत्र टित आत्मनेपदानाम् अत्र आत्मनेपदम् अस्ति ते रे इति अस्ति ते तेः तत्र किं भवति तत्र तेः इत्युक्ते टीभागस्य स्थाने एकार आदेशः अत्र टीभागः प्रथमं टित इत्युक्ते टित् लकाराणां तत्र टेः इत्युक्ते टी भागस्य एकारः अतः अत्र टी भागः कः अकार तकार अनन्तर अकार कथं जानीमः कोऽपि संज्ञासूत्रम् अस्ति वा टी भागः कः इति वक्तुं किमपि अचोन्त्यादि टी अचः अन्त्यादि टि अच मध्ये यः अन्त्यः सः आदिः यस्य तत् टि संज्ञकं स्यात् आम् अति उत्तमं महोदय अतः अत्र टि टि वर्णः त इत्यत्र क्षम्यताम् टि अत्र त इत्यस्य टि भागः कः अतः केन सूत्रेण ते भवति अचोन्त्यादिति न टित आत्मनेपदानां तेरे इति सूत्रेण तकारस्य एकारः अकारस्य एकारः भवति खलु खलु अस्तु आताम् अपि वक्तुं शक्नोति वा आतां किं भवति आताम् अत्र आताम् इत्यत्र अपि टित आत्मनेपदानां पदस्य आकारस्य स्थाने इत्वम् आम् इति टि भागः आताम् आम् इति टि भागः तस्य स्थाने एकारः आते अदान्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं केन सूत्रेण आतो नितः तस्य पूर्वतनसूत्रं तस्य पूर्वतनसूत्रं किम् इति जानाति वा अष्टाध्याय्यां विस्मरामि अतो येयः अनन्तरम् आतोज्ञितः सूत्रद्वयमपि वयम् इदानीम् उपयोगं कुर्मः उभयत्र अपि इय इत्येव भवति अतः एव वदामि सूत्रद्वयमपि बहु समीपे एव अस्ति प्रथमम् अतो येयः अनन्तरम् आतोमितः अनुवृत्तिः अस्ति तत्र अतः अनन्तरं किं भवति आतोमितः सूत्रेण अदन्तात् अङ्गात् परस्य सार्वधातुकनित्प्रत्यस्य आकारस्य स्थाने ई आदेशः भवति यकारस्य लोपः भवति ई केन सूत्रेण यकारस्य लोपः हेमा भगिनी वदति वा केन सूत्रेण यकारस्य लोपः लोपो ब्योर्वलि अनेन यकारस्य लोपः भवति स्पष्टतया न श्रोतुं शक्नोमि पुनः वदति वा लोपो ब्योर्वलि इति अनेन यकारस्य लोपः भवति यतोहि तदनन्तरं वल् प्रत्याहारवर्णः अस्ति इति वल् प्रत्ययवर्णः अत्र कः वर्णः? आताम् अस्ति किल, तत्र आस्थाने इ आगच्छति, तर्हि ता अस्ति, तकारः एव निमित्तम् अस्ति बलि इति यत्र अत्र तकारः. किं भवति अन्तिमरूपं महोदय वदति वा, सुब्बाराम महोदय? आताम्. आतां तः किम् अभवत् इदानीम्? आताम् आते अभवत्, इदानीम् इय इति आगच्छति, यकारस्य अपि लोपः अभवत्, किं तर्हि किं रूपम्? न, भवानेव उक्तवान् आतांतः आते भवति इति. आते भवति पितात्मनेपदानां टेरे आते इति. अनन्तरं आतो ङितः इति सूत्रेण आकारस्य इकारः, इकार यकारः, इय ते इति अस्ति. अनन्तरं यकारस्य लोपो व्योर्वलि इति सूत्रेण लोपः. तर्हि अवशिष्टभागः कः? इते. इदानीम् इते एव सिद्धप्रत्ययः, अवगच्छति वा? अवगच्छति. स्पष्टम्? अस्तु. मीन हेमा भगिनी, झ इत्यस्य आत्मनेपद लट् लकारे किं भवति? झ इत्यस्य स्थाने, झकारस्य स्थाने झोन्तः अनेन अन्तादेशः आयाति. तत्र अकारः टी भागः अस्ति, अकारस्य स्थाने एकारः आयाति, टितः टित आत्मनेपदानां पेरे अनेन. तर्हि अन्त योगः ए अन्ते इति रूपं सिद्धम्. उत्तमम्. मीना भगिनी, थास् किं भवति? थास् से भवति. सूत्रं न विभक्तौ तु स्मः इति, सकारः न लोपः. थास् अपि अस्ति, थासः से इति सूत्रेण थास् स्थाने से आगच्छति. टितः लस्य थासः से इति अनुवृत्ति सहितसूत्रम्. उत्तमम्. इति अन्यसूत्रं किमपि न कार्यं करोति. अन्य किं सूत्रम् अत्र कार्यं कर्तुं शक्नोति? इत आत्मनेपदानां टेरे न कार्यं करोति. करोति चेत् अस् टी भागः अस्थाने ये आयाति. किमपि कार्यं न करोति. करोति चेत् तासः से इति निरावकाशं भवति. निरवकाशं भवति, अवकाशः एव तस्य, किमर्थं तस्य प्रयोजनमेव न भवति खलु. आम्. प्रयोजनं विना किमर्थं तत् सूत्रं भवति पाणिनिना तत्र किमर्थं स्थापितम्? अतः तस्य सूत्रस्य प्रयोजनं भवतु इति कारणेन तस्य एव प्रथमं कार्यं भवति. टित आत्मनेपदानां टेरेतृ अन्यत्र कार्यं करोति, थासस्य अत्र कार्यं करोति. अस्तु. आम्. इति सूत्रं लट् लोट् इति द्वौ लकारेषु अपि कार्यं करोति. तासः से अन्यत्र अपि कार्यं करोति किम्? तासस्य प्रथमं लट् लकारे भवति खलु, अनन्तरं लोट् लकारे तासस्य भवति, अनन्तरं नूतनसूत्राणि यद्वयं पठितवन्तः तस्य कार्यं भवति. आम्. लोट् लकारे अग्रे परिशीलयामः. इदानीं लट् लकारे तु अवश्यं थासस्य एव मध्यमपुरुषे एकवचनं खलु. लट् लकारे अपि लोट् लकारे अपि कार्यं करोति. अन्यत्र किमपि कार्यं करोति, अन्य किम् अन्यस्थाने कुत्र कार्यं करोति इति एव कार्यं करोति, लट् लट् लोट् इति आत्मनेपदे लट् लटि लोटि इति एव कार्यं करोति किम्? मया न अवगतं प्रश्नः. स्थितः अस्ति किल, तदर्थं लट् लोटि लटि अपि लोटि च कार्यं करोति. तस्याः प्रश्नः किमर्थं लङ् विधिलिङ्गकारेषु थासस्य कार्यं न करोति इति वा? आल्सो अन्य स्थाने दशलकारेषु अन्यत्र कुत्रापि कार्यं करोति वा इति पृच्छति इति मन्ये. अन्यलकारविषये वा? अन्यलकारे विषये आल्सो अन्य स्थाने लैक् सम् आफ् द सूत्रस् हाव् अप्लिकेशन् इन् अदर् प्लेसस् नाट् जस्ट् द लकारस्. Some of them are very specific to the lakaras, verb forms. Tasmin vishye tita atmanepadanam tere api atmin vishye eva asti, thasase api samana vishye eva asti, khalu? Oh, e sarvatra dhatu lakara sthane api asti. Tita atmanepadanam tere api lakara vishye atmanepada vishye टित् लकाराणां विषये एव अस्ति. थासस्य अपि लकारविषये आत्मनेपदविषये टित् लकाराणां विषये एव अस्ति. तर्हि तत्र समानकार्यमेव खलु? हलन्त्यं ससजशोरुः इति सूत्राणि सर्वत्र कार्यं कुर्वन्ति, तत्तु सत्यम्. अत्र तु थासस्य तु प्रत्यय आदेशः भवति. तित आत्मनेपदानां तेरे अपि प्रत्ययविषये एव भवति, प्रत्यय आदेशः भवति. थासे अपि प्रत्यय आदेशः भवति, धातु प्रत्ययस्य एव, तिङ् प्रत्ययस्य, तिङ् प्रत्ययस्य धातुः भिन्नः, प्रत्ययः भिन्नः. तिङ् प्रत्ययस्य आदेशः भवति. अस्तु, अवगतम् इदानीम्? आम् भगिनि. अस्तु, तासस्य पर्यन्तं कृतवन्तः. राजी भगिनी इथे सारि आथां किं भवति इति वदति वा? आम् भगिनि, आथाम् आम् इति टि भागः. तित आत्मनेपदानां ठेरे इति सूत्रेण तस्य स्थाने एकारः भवति, आते भवति. अदन्तात् अङ्गं परस्य आकाशस्य स्थाने इत्वम् इति इत्वम्, अतः आस्थाने ई भवति. ई सूत्रं ई भवति. लोपो वियोर्वलि इति सूत्रेण यकारस्य लोपः भवति. वल् प्रत्याहारे कश्चन वर्णः अस्ति, अतः लोपो वियोर्वलि इति सूत्रेण यकारस्य लोपः भवति. ई योगः थे बिकम् इथे. अस्तु, इथे इथे भवति, इथे भवति. आतो नितः सूत्रं कुत्र कुत्र कार्यं करोति अत्र? आताम् अथाम् किं भवति तद्? प्रथमपुरुष द्विवचनं, मध्यमपुरुष तत्र एव आताम् आतोङितः कार्यं करोति. अन्यत्र किमत्र किमर्थं न कार्यं करोति? अन्यत्र लट् लकारे एव, अन्यत्र किमर्थम् आतोङितः न कार्यं करोति? अत्र अनुवृत्तिसहितसूत्रं तु अतः अङ्गात् नितः सार्वधातुकस्य आतो इयः इति अस्ति खलु भगिनि, आतः स्थाने इयः आदेशः भवति. सार्वधातुकप्रत्ययात् यदि अङ्गम् अदन्त अङ्गम् अस्ति तदनन्तरं सार्वधातुकप्रत्ययः अपि अस्ति, तत् सार्वधातुकप्रत्ययः अपि अस्ति तत्कारणात् नितः इति अस्ति अत्र. आताम् आथां द्वयोः तत्सूत्रस्य तत्सूत्रं द्वयोः प्रत्ययोः स्थाने कार्यं करोति, अन्यत्र कार्यं न कर्तुं शक्यते. आत्मनेपदी लट् लोट् लकारस्य किमर्थं न कार्यं करोति? वहितो अत्र अङ्गं तु अदन्तम् अस्ति, परन्तु अत्र प्रत्ययः वहे अस्ति, वहि अस्ति खलु भगिनि, वा तु आत् नास्ति, आकारः नास्ति, अतः तदेव मुख्यकार्यं कारणं भवति. अत्र एव अत्र स्थानद्वये एव आकारः प्रथमम् अस्ति, आकारस्य स्थाने एव इ इति आदेशः खलु. भगिनि इदानीम् अवगच्छति? आं भगिनि, परन्तु सर्वधातुकम् अपि नीत्वा अतः कुत्र कार्यं करोति? न अवगच्छति वा किमर्थं नीत्वा? सूत्रं किं वदति? आतो नीतः इति सूत्रस्य अनुवृत्तिसहितसूत्रम् अस्ति वा पुरतः? अतः अङ्गात् ङितः सर्वधातुकस्य आतो इयः. एकक्षणं, अतः अङ्गात्, अतः इत्युक्ते अत् वर्णस्य षष्ठी विभक्ति, अदन्त अङ्गात् ङित् इति इत्युक्ते यस्य वर्णः इत् न वर्णस्य इत् यस्य ङित् ङकारः इत् भवति तद् ङित् भवति. अत्र आताम् इत्यत्र ङकारस्य इत् संज्ञा, ङकारः इत् वर्णः अस्ति वा? आतां ङकारः नास्ति, परन्तु आतां सार्वधातुकप्रत्ययः वा अर्धधातुकप्रत्ययः वा? सार्वधातुकप्रत्ययः. किमर्थं वदति? सूत्रमपि वदतु. तिंशित् सार्वधातुकम् आतां तिङ् प्रत्ययः अस्ति, अतः सार्वधातुकप्रत्ययः. सार्वधातुकप्रत्ययः पित्वा अपित्वा? पित्वा नास्ति, अपित् अपित् सार्वधातुकम् अपित् इत्युक्ते किं भवति? गुणनिषेधः भवति. न ङित्वत् भवति वा? ङित्वत् भवति, आम् ङित्वत् भवति. अतः अत्र ङित् यद्यपि साक्षात् ङकारः इत् नास्ति, ङित्वत् भवति. अतः अत्र आतो ङितः इत्यस्य अतः अङ्गात् ङितः सार्वधातुकस्य तद् नियमद्वयमपि अत्र अस्ति. अस्तु भगिनि. अकारान्तम् अङ्गं सार्वधातुकप्रत्ययः, तदपि ङित् अस्ति, आतः इति अस्ति, आतोः आतो इति आतो इयः इति. तत्र आत् इत्युक्ते किम्? आवर्णः, दीर्घवर्णः, आकारः, दीर्घ आकारः अस्ति खलु. आम्, अतः एव आतः इय इति आदेशः भवति. अन्यत्र कुत्रापि आकारः दीर्घ आकारः नास्ति. यद्यपि तत्र अत्र तु आतां झत् आसातां ध्वम् इड्वहि महिं सर्वं सर्वे प्रत्ययाः अपि सार्वधातुका प्रत्ययाः अङ्गम् अदन्तं सर्वे ङित् अपि परस्मैपदेषु एव सर्वे प्रत्ययाः ङित् नास्ति. परस्मैपदेषु के ङित् प्रत्ययाः कोऽपि साहाय्यं करोति वा? सर्वे पित् अस्ति किल, ते ङित् नास्ति. अतः आम् तथा एव उत्तमं. तथा ङित् प्रत्ययः परस्मैपदेषु वस्मस् ङित् प्रत्ययः आत्मनेपदेषु लट् लकारे सर्वे प्रत्ययाः तथां च था साथां द्वम् इद्वहि महिं सर्वत्र पित्वम् अपित् अस्ति अतः ङित्वत् भवति. परस्मैपदेषु एव पुनः वदतु भगिनि. परस्मैपदेषु तिप् सिप् मिप् एकवचनं सर्वं तत्र पित् तत्र पकारः इत् अस्ति अतः सार्वधातुकम् अपित् एव ङित्वत् भवति. अत्र सार्वधातुकम् अपित् नास्ति, सार्वधातुक पित् अस्ति. तिप् अपि पित् अस्ति अतः ङित् नास्ति. सिप् अपि पित् अस्ति अतः ङित् नास्ति. मिप् अपि पित् अस्ति अतः ङित् नास्ति. तस्जि थस्त वस्मस्तु पित् नास्ति अतः ङित्वत् भवति. अवगतम्? अतः अत्र सर्व नियमाः सर्वे अत्र अस्ति इति कारणेन एव आतोङितः सूत्रम् आतां विषये एव कार्यं करोति. एकः प्रश्नः भगिनि, तर्हि पित् अस्ति अतः ङित्वत् नास्ति, लोटो लङ्वत् इति सूत्रमस्ति किल, तस्य प्रसक्तिः कथं? केवलं लोट् स्थाने एव आयाति वा? लोटो लङ्वत् तु भिन्नं, तत्र लङ् लङ् निमित्ति कृते ये प्रत्ययाः आदेशाः भवन्ति ते एव लोट् लकारे अपि भवति इति एव लोटो लङ्वत्. तर्हि केवलं लोटि एव अत्र लोट् लकारे अपि तिप् स्थाने तु भवति खलु, लोट् लकारे तिप् स्थाने तु भवति. कीदृशप्रत्ययः इत्युक्ते प्रश्नः तु पित्वा अपित्वा पित् किम् उक्तवती? पित् स्थाने आयाति किल, तर्हि पित् स्थाने आयाति इति कारणे तु अपि पित् एव तत् स्थाने यदस्ति तस्य स्थाने यद् आदेशः भवति तस्य किमपि रूपम् विशेषता अस्ति तत्सर्वं आदेशः अपि स्वीकरोति. अतः तिप् स्थाने तु यदा आगच्छति तु अपि इत्येव भवति. यद्य यत्र कोऽपि अतिदेशः सूत्रः अतिदेशसूत्रमस्ति तत्र एव तस्य किञ्चित् परिवर्तनं भवितुम् अर्हति अथवा सामान्यतः तिप् स्थाने यत् किमपि आगच्छति लोट्लकारे लङ्लकारे वा तिप् स्थाने यद् आगच्छति मिप् स्थाने सर्वं पित् एव भवति अतः ङित्वद् भवति सम्यक् अस्तु कुत्र आसम् इदानीं से इथे ध्वं किं भवति इति विद्याशङ्करमहोदय वदतु आम् अत्र प्रथमं टित् आत्मने पदानां टेरे इति सूत्रेण टित् भागः अत्र अस्ति अम् अन्ते अस्ति अम् अम् स्थाने ए आगच्छति द्वे अनन्तरं किमपि सूत्रस्य प्रसक्तिः अत्र नास्ति द्वे एव सिद्ध प्रत्ययः उत्तमम् इड् किं भवति अत्र डकारस्य हलन्त्यं तस्य लोपः सूत्रेण लोपः भवति डक् अनन्तरम् इ एव तिष्ठति इ स्थाने टित् आत्मने पदानां टेरे इति सूत्रेण इ स्थाने ए आगच्छति ए एव तिष्ठति उत्तमम् सुब्रह्मण्यमहोदय वहि महि मिलित्वा करोति वा आं भगिनि अत्र वहि महिङ् महिङ् प्रथमं तु अत्र झकारस्य लोपः भवति हलन्त्यं तस्य लोपः इत्यनेन तदनन्तरम् अत्र वहि महि अस्ति अचोन्त्यादि टि इत्यनेन अत्र इकारः टि भागः अस्ति टित आत्मने पदानां टेरे अत्र लोट् लट् लकारः लट् लकारः टित् अस्ति तत्कारणात् अत्र आत्मनेपदानां टेरे इत्यनेन आत्मनेपदि तस्य प्रत्ययः अस्ति तत्कारणात् अत्र टि स्थाने एकारः आगच्छति वहे महे निष्पन्नौ भवतः उत्तमम् इदानीम् आत्मनेपदानां लट्लकारस्य सिद्धप्रत्ययाः के इति वदति वा ते इते अन्ते से इथे द्वे ए वहे महे अत्र एकमेव सूत्रं अष्टस्थानेषु कार्यं करोति तत् किं तत् सूत्रं किम् अत्र टित आत्मने पदानां टेरे अस्तु उत्तमम् एकं सूत्रं स्थानद्वये कार्यं करोति अतोन्यतः आतोन्यतः आतोन्यतः लोपो व्योर्वलि अनन्तरम् एकं सूत्रम् एकस्मिन् स्थाने एव कार्यं करोति थासहसे मध्यमपुरुष एकवचने उत्तमम् अतः अष्टस्थानेषु एकमेव कार्यं सर्वत्र टित आत्मनेपदानां तेरे प्रथम मध्यमपुरुषे द्विवचने आतोङितः लोपो व्योर्वलि मध्यमपुरुषे एकवचने थासस्ते सूत्रचतुष्टयमेव यदि स्मरन्ति लट्लकारस्य सर्वं भवति आत्मनेपदस्य सत्यम् आम् इदानीं लोट्लकारस्य परिशीलनं कुर्मः वा सुब्बाराव महोदय त इत्यस्य लोट्लकारस्य किं भवति सुब्बाराव महोदय अस्ति वा अस्मि वदतु कृपया तत्र कार्याणि आमेतः लोट्लकारस्य एकारस्य स्थाने आम् आदेशो भवति लोट्लकारे कथं त इति प्रारम्भः मूलप्रत्ययः तत्र एकारः कथम् आयाति तकारः अकारः अस्ति एकारः कुत्र अस्ति तत् आत्मनेपदानां तेरे इति सूत्रस्य टि भागस्य स्थाने एकार आदेशः भवति उत्तमं ता आ टि भागः आ स्थाने ए ते अनन्तरं अनन्तरं किं भवति भवानेव उक्तवान् इदानीम् अनन्तरम् आमेतः लोटः लस्य एतः आम् एकादश स्थाने आम् आदेशः भवति ताम् निष्पन्नम् आमेतः लट्लकारे कार्यं न करोति वा लोन् न करोति अनुवृत्तिसहितसूत्रं लोटः लस्य एतः आम् लोटः इति अस्ति तत् पदं कुतः आगच्छति लोटः लोटो लङ्वत् उत्तमं लोटो लङ्वत् इति अस्ति तस्य अनुवृत्तिः एव अत्रापि आगच्छति लोटः एव लस्य एतः आम् भवति एतः इत्युक्ते ए स्थाने एकारस्य स्थाने उत्तमं षष्ठे विभक्ति आम् इति अतः ते भवति ते ते किं भवति तां भवति एकारस्य स्थाने आम् ते ते ताम् अस्तु उत्तमं किम् इदम् ए आम् भवति परन्तु मध्यमपुरुषे आतां आते भवति अनन्तरम् आतां भवति ताम् ए भवति अनन्तरं थां भवति रिवर्स् करोति रिवर्स् करोति किम् किमर्थं तथा करोति इति वा पाणिनिः तु यदि परिशीलयति परस्मैपदानां विषये तिप्तस्जी सर्वं लट्लकारस्य टेम्प्लेट् आसीत् मूलतः तिप्तस्जीतः लट्लकारस्य रूपं झटिति आगच्छति अस्तु अङ्गीकरोति बहु सुलभतया तिप्तस्जीतः यदि हल्वर्णा निष्कासयति क्षम्यता मित्वर्णा निष्कासयति अनन्तरं सकारस्य विसर्गाशेषः झोन्धः इत्यादि कार्यं भवति चेत् झटिति तिप्तस्जीतः तीतः अन्ति भवति अस्तु तथा एव ताम् झ तासाथां ध्वम् इड्वहि महिं तु पाणिनिः लङ्लकारस्य निमित्तं रचितवान् यदि लङ्लकारं परिशीलयति साक्षात् ताम् झ एव तत्र बहु अधिकपरिवर्तनमेव न भवति इत्वर्णस्य निष्कासनं सकारस्य विसर्ग आदेशः ज्योन्तः तावदेव लङ्लकारस्य निमित्तं कृत्वा तेन लटि लोटि कीदृशपरिवर्तनं भवति इति सः प्रदर्शयति अतः प्रथमं तां भवति अनन्तरं ते भवति पुनः तां भवति अत्र सूत्राणां कार्यं कथं भवति इत्युक्ते यावत् लघु संक्षिप्तरूपेण सर्वं वक्तुं शक्नोति तादृशरीत्या सः सूत्रस्य निर्माणं कृतवान् अवगतम् अतः लङ्निमित्तं कृत्वा तां च सर्वं तत्र लट् निमित्तं किञ्चित् परिवर्तनं कृत्वा अनन्तरं लोटि किं परिवर्तनं भवति इति सः प्रदर्शयति अतः एवं दृश्यते, प्रथमम् आम् ए भवति, पुनः ए आम् भवति. अवगतम्? पुनः लङ् लङ् करोति चेत् अग्रे किञ्चित् वर्गद्वयानन्तरं पुनः परिशीलयतु, तदा अवगम्यते. चिन्ता नास्ति, किमपि कार्यमासीत् अतः एव सः तथा कृतवान्. तस्य सूत्राणां संक्षिप्तरूपेण कथं करणीयम् इति तादृशचिन्तनेन सः यदा कृतवान् अतः एवम् अभवत्. अस्तु, हेमा भगिनी, आतां लोटिकं किं भवति? आतां प्रत्ययस्य टी भागः अस्ति आम् इति. कितः आत्मनेपदानां तेरे अनेन सूत्रेण आम् स्थाने ए आयाति, तर्हि आते इति भवति. पुनः आमेतः इति सूत्रेण आकारस्य स्थाने न आमेत्रसूत्रेण आतोमितः एकारस्य स्थाने न, पुनः वदामि भगिनि एकनिमिषम्. आम् ति भागः अस्ति, आम् स्थाने ए आयाति, तर्हि आते इति भवति. आते इति भवति. प्रथम आस्थाने आदेशः आयाति, आते अस्ति, अनन्तरम् आमेतः एव वदतु, तस्य तत्पूर्णं भवतु. अस्तु, आमेतः इति एकारस्य स्थाने आम् आदेशः आयाति, अतः आताम् इति भवति. तदनन्तरम् आतोमितः इति कारणेन आस्थाने आदेशः आयाति. यकारस्य अनन्तरं ताम् अस्ति, त तु वलि अस्ति, तदर्थं लोपो व्योर्वलि अनेन यकारस्य लोपः भवति, इ एव अवश्यते. इ योगः ताम् इताम् इति रूपं निष्पन्नम्. अति उत्तमम्. मीना भगिनी, झ इति जोन्तः इति सूत्रेण जास्थाने अन्त् आगच्छति. अन्तिम टी भागः अकारः इति स्थाने आमेतः इति सूत्रेण ताम् इति आगच्छति, आम् इति आगच्छति. न, झोन्तः इत्यस्य जकारस्य स्थाने अन्त अन्त इति अस्ति, टी भागः इदानीं कः? अकारः अस्ति, तकारस्य अनन्तरम् अकारः अस्ति, अकारस्य स्थाने आम् आगच्छति. न अकारस्य स्थाने न, अकारस्य स्थाने किम् आगच्छति? एकारः आगच्छति. केन सूत्रेण? इत आत्मनेपदानां टेरे इति सूत्रेण अकारस्य स्थाने एकारः आगच्छति. अन्ते इति भवति. एकारस्य स्थाने आम् आगच्छति आमेतः इति सूत्रेण अन्तम् इति निष्पन्नम्. उत्तमम्. राजी भगिनी, थास् थासः से इति सूत्रेण से आदेशः, से स्थाने आमेतः इति सूत्रेण एकारस्य स्थाने आम् आदेशः प्राप्तिः. आम् तदनन्तरं सकार उत्तरस्य एकारस्थाने वा आदेशः, सवाभ्यां वामो इति सूत्रेण वा आदेशः भवति. अतः सकारः योगः वा स्व इति प्रत्ययः निष्पन्नः. अत्र आमेतः सूत्रं कार्यं करोति वा? आमेतः सूत्रम् अत्र कार्यं न करोति किमर्थम् इत्युक्ते सवाभ्यां वामो अपवादसूत्रं भवति अतः आमेतः कार्यं न करोति. केवलं प्रसक्तिः अस्ति इति उक्तवती वा? आम् आम् अस्ति परन्तु कार्यं न कर्तुं शक्नोति. सवाभ्यां वामौ सूत्रं कुत्र कार्यं करोति? नवसु स्थानेषु कुत्र कार्यं करोति? सास् करोति. तदनन्तरं द्वम् इति द्वं करोति. द्वं कुत्र आगच्छति? मध्यमपुरुष बहुवचने कार्यं करोति, द्वं करोति. परन्तु आमेतः तस्य कार्यं कुत्र भवति? आमेतः सर्वलकारेषु भवति, सर्वप्रत्ययेषु तु सर्वप्रत्ययेषु आमेतः प्रसक्तिः अस्ति. मध्यमपुरुष एकवचने मध्यमपुरुष बहुवचने न करोति. तदनन्तरम् उत्तमपुरुष एकवचने बहुवचने द्विवचने अपि आमेतः न कार्यं करोति. अति उत्तमम्. आमेतसूत्रस्य प्रसक्तिः तु नवसु स्थानेषु अपि अस्ति. सवाभ्यां वामौ सूत्रस्य प्रसक्तिः थास् ध्वम् इति स्थाने अस्ति. अनन्तरम् एतै इति सूत्रमस्ति, तस्य उत्तमपुरुषे अस्ति. तत्र कार्यं करोति इड् वहि महि स्थाने एतै सूत्रस्य प्रसक्तिः अस्ति. सूत्र सवाभ्यां वामौ आडमु एतै तु आमेतः इति सूत्रस्य अपवादसूत्रे, अतः तयोः कार्यं प्रथमं भवति. यद्यपि आमेतः इत्यस्य प्रसक्तिः अस्ति, सवाभ्यां वामौ एत ऐ सूत्रद्वयमपि तस्य अपवादसूत्रस्य बलम् अधिकम् इति कारणेन प्रथमं ते एव कार्यं करोति. अस्तु भगिनि, एकवारं पुनः वदति वा? आमेतः नवषु स्थानेषु कार्यं करोति इति उक्तवती किल? स्थाने प्रसक्तिः अस्ति, नवसु स्थानेषु अपि एकारः अस्ति. लट्लकारे से इते अन्ते से इथे द्वे ए वहे महे इति एकारः एव अन्ते अस्ति सर्वत्र. लटि अस्ति, अतः लोटि अपि आमेतः इति सूत्रस्य प्रसक्तिः सर्वत्र अस्ति, नवसु स्थानेषु अपि. परन्तु सवाभ्यां वामौ सूत्रस्य प्रसक्तिः थास् ध्वम् इति स्थानद्वये एव अस्ति. यदि तत्र कार्यं न करोति, कुत्र अन्यत्र कुत्रापि तस्य अवकाशः एव न भवति. एत अयि अपि उत्तमपुरुषेषु एव तस्य कार्यं भवति. उत्तमपुरुषे कुत्रापि कार्यं न करोति, तस्य अवकाशः एव नास्ति कुत्र अन्यत्र कुत्रापि. अतः परन्तु आमेतः चतुर्षु स्थानेषु कार्यं करोति, अतः तत्र एव तस्य कार्यं. सवाभ्यां वामौ विशेषसूत्रम् अस्ति, अपवादसूत्रं स्थानद्वये, एत ऐ स्थानत्रये कार्यं करोति. अवगतम्? अत्र प्रश्नः अस्ति, साधारणतया यत्र लोट् लकारस्य प्रत्ययानां सिद्धं कुर्मः तत्र मूलप्रत्ययतः आरम्भं न कुर्मः. अत्र लट् प्रत्ययेषु तत्र आरम्भं कृत्वा एते सूत्रस्य प्रसक्तिः अस्ति किल. आरम्भं लटि अस्ति, न तु मूलविषये मूलप्रत्ययाः तु सन्ति, इड्वहिमहि. परन्तु आत्मने तदानां टेरे इति कृत्वा सर्वत्र एकारं कुर्मः एव. अस्तु, ओके, कुर्मः. अनन्तरं एकारस्य आमेतः भवति. लट् लोट् अपि तितलकारः अस्ति अतः अहं यदि भवन्तः पश्यन्ति लोटकारस्य सिद्धप्रत्ययः तद् टित आत्मनेपदानां तेरे कार्यानन्तरमेव भवति खलु तासस्य सूत्रद्वयमपि कृत्वा एव टित् टित् लकाराणां प्रथमं कुर्मः सत्यं परन्तु तत् लघु न भवति खलु न लट् लोट् निमित्तं मिलित्वा सः एक सूत्रद्वयं प्रथमं कृतवान् अनन्तरं लोट् कुत्र भिद्यते तत्र एव भिन्नसूत्राणि योजितवान् अवगतम् लोट् लकारस्य तु सोपान द्वयमिव भवति प्रथमं टित् लकारः इति कारणेन तितात्मनेपदानां तेरे थासस्य अनन्तरं लोट् इति कारणेन अमेतः सवाभ्यां मामौ एताय सत्यं लङ् सुलभं लट् किञ्चित् न एकसोपानं भवति लङ्तः लोट् सोपानद्वयं भवति अवगतम् लङ् यदि परिशीलयन्ति तदा लङ्तः लट् लट्तः लोट् आगच्छति इति अवगच्छन्ति इदानीं स्पष्टं वा इतोपि प्रश्नः अस्ति वा न भगिनि अस्तु कुत्र स्वकृतवन्तः इदानीं भवान् एव वदतु आथां किं भवति इति आतां तत्र आम् एताः इति सूत्रेण आतां तस्य आते इति अस्ति प्रथमं लोट् टित् लकारः इति कारणेन टित आत्मनेपदानां टेरे टेरे इति आथाम् इति आथे भवति अनन्तरं इत्थम् आर्थं कुर्मः आथाम् अस्तु आताम् इति चिन्तयामः आथाम् आथे भवति आथे भवति अनन्तरं आस्थाने इयः आगच्छति आतो येयः इति सूत्रात् वा आतो आतो येयः आतोङ्गितः आतोङ्गितः सूत्रात् आस्थाने इ आगच्छति अनन्तरं अतो येयः यासुट् स्थाने अत्र आकारस्य स्थाने अतो येयः यासुट् स्थाने आतोङ्गितः आकारस्य स्थाने अस्तु अनन्तरं इय परं थकारः अस्ति यत् वलादे अस्ति ततः यकारस्य लोपः इथाम् इव अवशिष्यते अस्तु इथां सुब्रह्मण्यमहोदय ध्वं किं भवति ध्वं प्रथमम् अत्र अम् टि भागः अस्ति तित आत्मनेपदानां तेरे इत्यनेन अंस्थाने एकारः द्वे भवति तदनन्तरं द्वे ध्वयोगः ए अस्ति खलु अत्र आमेतः इत्यनेन एकारस्य स्थाने न आमेतः न एकनिमिषः अत्र आमेतः इत्यस्य कार्यं प्रसक्तिः अस्ति परन्तु कार्यं न करोति सवाभ्यां वामौ इत्यनेन अत्र वकारस्य परे यः एकारः अस्ति तस्य स्थाने अम् आदेशः भवति तत् कारणात् अत्र ध्वं भवति. उत्तमं. वरौ महोदय, इङ् इड् इत्यस्य स्थाने किं भवति? इड् इड् स्थाने ए अवशिष्यति. ड इत्संज्ञा, तस्य लोपः इ एते निष्पन्नम् इ टि भागः, तस्य स्थाने एकारः, एकारस्य स्थाने आम् आदेशः. एकारस्य स्थाने आम् आदेशः वा? आम् प्राप्तिः, किन्तु न आदेशः. किमर्थम् एत ए इति सूत्रेण, एत ऐ, एत ऐ इति सूत्रेण ऐ आदेशः भवति. ऐ इत्येव लोट् प्रत्ययः. एत ऐ इति सूत्रम् अस्ति. एत ऐ सूत्रं तत्र त इत्यस्य ते अपि आगच्छति खलु, टीता आत्मनेपदानां तेरे इति त ते भवति प्रथमपुरुषे एकवचनं. तत्र एत ऐ किमर्थं न कार्यं करोति? तत्रापि एकारः अस्ति. एत ऐ उत्तमपुरुष, उत्तमपुरुष इति केवलम् उत्तमपुरुषस्य आदेशः भवति. केन सूत्रेण, कस्मात् सूत्रात् उत्तमपुरुषः इति ज्ञायते? आडुत्तमस्य पिच्च, ततः अनुवृत्तमस्य अनुवृत्तम्. अति उत्तमं महोदय. अतः एव केवलम् उत्तमपुरुषस्य एव इकारस्य स्थाने एकारः, अनन्तरम् एकारस्य स्थाने ऐकारः. ऐकारः. अनन्तरं मीना हेमा भगिनी वहि. भगिनी, अत्र अत्र आडागमः अपि अस्ति खलु, अत्र ऐकारस्य यथा उत्तमपुरुषस्य एकवचने आड् आगमः अपि आडागमः भवति. किं भवति अत्र? पूर्वम् आगच्छति खलु, एकारस्य ऐकारस्य पूर्वम् आड् आगच्छति. आड् आगच्छति, आ आगच्छति, आ योगः ऐ ऐ एव अवशिष्यते अत्र. किं तत्र केन सूत्रेण इति जानाति वा? अत्र आयोगः ऐ अत्र सन्धि अस्ति खलु भगिनि? सन्धिकार्यम्. अतः आकारस्य ऐकारस्य योगे ऐकारः एव भवति. उत्तमम्, अति उत्तमं महोदय. इदानीं हेमा भगिनी वहि वदतु. हेमा भगिनी अस्ति किम्? हरि ओम्. अथवा मीना भगिनी वदतु. आं भगिनि, वहि इति स्थाने हि इकारः टी भागः, टी भाग इकारस्य स्थाने एकारः तु वहे इति भवति. एत ए इति सूत्रेण एकारस्य स्थाने ऐ आगच्छति, वहै भवति. अनन्तरम् आडुत्तमस्य पिच्च इति सूत्रेण आकारः आदेशः भवति, आवहै इति निष्पन्नम्. आकारः आगमः भवति. आगमः आदेशः आगमनम् समानकार्यं केवलं तत्र ङकारस्य इत्संज्ञा लोपः महिङ् इत्यत्र. इदानीं स्पष्टम् आं भगिनि. आड् उत्तमस्य अपि च एत ऐ कुत्र कार्यं करोति? उत्तमपुरुषस्य त्रीणि वचनानि कार्यं करोति, त्रिषु वचनेषु कार्यं करोति. अनन्तरं तत्र आड् उत्तमस्य इति अस्ति, तेन किं आड् उत्तमस्य पिच् इति अस्ति, किं तत्र किं प्रयोजनम्? निष्पन्नप्रत्ययः पित् इति कार्यं करोति. अदन्तात् अङ्गात् नास्ति चेत् गुणकार्यं भवति किम्? आम्, पित् अस्ति इति कारणेन पित्वात् कार्याणि भिद्यते. अतः एव सामान्यतः आत्मनेपदेषु सर्वे प्रत्ययाः पित् नास्ति, केवलं लोट्लकारे उत्तमपुरुषे एव पित्वम् अस्ति. उत्तमम्. इदानीं राजी भगिनी, लङ् लकारे किं भवति, त किं भवति? किमपि कार्यं न भवति. अस्तु, आताम्? आताम् टी भागः आम् इति टी भागः अचोन्त्यादि टी इति सूत्रेण टित्सु टेः, अतः टी भागः अचोन्त्यादि टी इति इत्यनेन आम् न भगिनि, आमेव तिष्ठति. अत्रापि टित् नास्ति, ङित् अस्ति, टेरे नास्ति. क्षम्यता, टित् नास्ति, अतः आम् एव तिष्ठति. आम् स्थाने यः अस्ति, आताम् इत्यस्य परिवर्तनं भवति वा किमपि? आत्तां परिवर्तनं न भवति. अदन्तम् अङ्गम् अस्ति चेत् अदन्तम् आतां परिवर्तनं आस्थाने ये आगच्छति किल? केन? आतोङ्गितः इति सूत्रेण आस्थाने आगच्छति. लोपो व्योर्वलि इत्यनेन यकारस्य लोपः भवति. ई योगः तां गीताम् इति लङ् प्रत्ययः. विद्याशङ्कर् महोदय, झ झोन्तः इति सूत्र झ स्थाने अन्त आगच्छति, अन्त योगः अन्त. तत्र अपि तास् एव तिष्ठति, ससदुषोरुः अपि च करवसानयो विसर्जनीयः सूत्रात् ताः इति. ताः भवानेव वदतु. आथाम् तत्र आतो गीतः इति सूत्रात् आस्थाने इयः इय अदन्तात् अङ्गात् अपि च लोपो व्यूवलि सूत्रात् यकारस्य थाम् इति थकारः वलादे अस्ति, तथा यकारस्य लोपः इथाम् इति निष्पन्नः. द्वं तत्र किमपि कार्यं नास्ति, तथैव तिष्ठति. द्वं डकारस्य लोपः हलन्त्यस्य तस्य लोपः इति सूत्रात् एव तिष्ठति. वहि महिङ् तथैव तिष्ठति, वहि किमपि कार्यं नास्ति. महिङ् तत्र नकारस्य हलन्त्यं तस्य लोपः सूत्रात् लोप महि वहि महि इति सिद्धप्रत्ययः. इदानीं ज्ञायते खलु लङ् लकारस्य आत्मनेपद आतां झतां द्वम् इड्वहि महिं तु लङ् लकारस्य अनन्ताङ्गस्य कृते एव सिद्धप्रत्ययाः इव भवन्ति मूलप्रत्ययाः. तत्र अदन्तम् अङ्गं यदा भवति इताम् इथाम् इति परिवर्तनं भवति. सत्यम् आमाम् आल्मोस्ट् इट् इस् ए टेम्प्लेट् फार् लङ् तदपि अदन्तम् अनदन्तम् अङ्गं सत्यं वा? आं यथा लट् लकारस्य किं तत्र परस्मैपदी मूलप्रत्ययः लट् लकारस्य समीपम् अस्ति तथा एव आत्मनेपदानां मूलप्रत्ययः लङ् लकारस्य अतीव समीपम् अस्ति. तदपि आतामेव भवति यत्र अनदन्तम् अङ्गं भवति अदन्तेषु अङ्गेषु एव इथां भवति. इदानीं प्रश्नाः सन्ति वा? एकः प्रश्नः अस्ति अत्र आतो मितः तत्र पूर्ण अनुवृत्तिसहितसूत्रं कथमस्ति आकारस्य स्थाने कथं मितः वा? तत्र अनुवृत्तिसहितसूत्रं परिशीलयतु. अतो एयः सूत्रमस्ति खलु अतः अन्नात् किता सार्वधातुकस्य आतो इयः च आसने इयः. अस्तु, अतो एयः इति सूत्रतः अतः इति अपि आगच्छति, तत्र इय इति अपि आगच्छति. तत्र यास् इति अस्ति, तस्य स्थाने अत्र आत् इति अस्ति, आतो मितः इति आत् मित् आगच्छति, थास् निर्गच्छति. तथा द्रष्टुं शक्नोति वा भवान् अपि? अतो येयः परस्मैपद स्थित्यां येयः सूत्रमस्ति खलु, एकक्षणं. अतः परस्मैपदी विधिलिङ्ग् तत्र लिखितमस्ति. अतो येयः अदन्तात् अङ्गात् सार्वधातुकप्रत्ययस्य यास् आगमस्य स्थाने ई आदेशः भवति. अतो येयः इति विवरणम् आतो मितः अदन्तात् अङ्गात् परस्य सार्वधातुकस्य तत्सर्वं समानम् ङित् प्रत्ययस्य तद् अतः एव ङितः इति योजितवान्. तत्र यास् इति अस्ति, अत्र यास् स्थाने आकारः अस्ति, अतः आतो इति आतो ङित्येव पदद्वयं नूतनतया आगच्छति. यास् गच्छति, ङित् अपि आगच्छति, आकारः अपि आगच्छति. नो चेत् सूत्रद्वयमपि समानम्. अन्ते इय एव आगच्छति, परन्तु कस्य स्थाने आगच्छति? अत्र आकारस्य स्थाने, तत्र यास् स्थाने. अत्र ङित् अपि नूतननियमः अस्ति, तत्र ङित् इति नास्ति. लिङ्गः अपि द्वयोः स्थाने अस्ति. लिङ्गः किम्? परस्मैपदेषु अतः अङ्गात् सार्वधातुक लिङ्गः न अस्ति. सार्वधातुक इति स्थानद्वये अस्ति, अदन्तम् अङ्गम् इति स्थानद्वये अपि अस्ति. पूर्वसूत्रं यासुट् इति परस्मैपदेषु लिङ्गः इति अस्ति इति लिङ्गि अपि कार्यं करोति. यासुट् आगमः तु यासुत् परस्मैपदेषु इति सूत्रेण आगच्छति. तत् सूत्रं भिन्नम्. यासु परस्मैपदेषु अडु उदात्तम् इच्छ सूत्रं तृतीय अध्याये चतुर्थपादे अस्ति. अतो येयः सप्तमे अध्याये द्वितीयपादे अस्ति. परस्मैपदेषु पदे प्रत्ययेषु कार्यम् अतो येयः यासुट् अनन्तरम् अस्ति. तत्तु सत्यं, परन्तु सूत्रस्य नियमः तु परस्मैपदेषु इति नियमः नास्ति अतो येयः सूत्रे, केवलं सार्वधातुके एव. सत्यं सत्यं भगिनि. इतोपि प्रश्नाः सन्ति? आं भगिनि, नवमपुटे आत्मपदे लङ्लकारस्य तिङ्तृतीय सिद्धिः नियमान् अनुसृत्य कार्यम् एवम् इति दत्तम्. अत्र आतां तित्सु टेहे नवमे पुटे वा द्वितीयकरपत्रे वा? आम् आं भगिनि, नवमे पुटे नियमान् अनुसृत्य कार्यम् एवम्. नियमान् अनुसृत्य कार्यम् एवम्. अस्तु. आतां तित्सु टेहे एवं किन्तु लङ्त् अतः टि भागः आम् इत्येव तिष्ठति इति लिखितमस्ति. टि भागः तु नास्ति किल? नास्ति एव, टित्सु एव भवति. अत्र ङित् अस्ति. ङित् अस्ति अतः टित्सु तेः ङेत्वम् एत्वं तत्र एकं कामा स्थापयतु. किन्तु लङ् ङित् ङित् तत्रापि एकं कामा, अतः टि भागः आम् इत्येव तिष्ठति. अवगच्छति? टि भागस्य किमर्थं परिवर्तनं न भवति इति वक्तुं वाक्यमस्ति. इत्सु एतेः एत्वमस्ति, परन्तु अत्र लङ्लकारः टित् नास्ति, अतः टि भागः स्य परिवर्तनं भवितुं नार्हति इति. तत्तु भवती अपि जानाति खलु? तदेव अत्र लिखितमस्ति. किञ्चित् कन्फ्यूशन् तत्र किञ्चित् वाक्यस्य मध्ये कामा स्थापयति चेत् अवगच्छति. अस्तु, प्रश्नाः न सन्ति चेत् विरमामः वा? सर्वेषां कृते दीपावलिशुभाशयाः. भवत्याः कृते अपि धन्यवादाः. धन्यवादाः. शुभरात्रिः. अग्रिमसप्ताहे मिलामः. धन्यवादाः. धन्यवादः.